अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे श्रीमहागणपतये नमः। सर्वे गुरवे सर्वरोगाणां विषये भवरोगिणां निदये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः। हरि ओम्। धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। शुभो भगिनी, नमस्कारः। नमस्ते महोदय, अद्य शृणोमि महोदय। अस्तु भगिनि, अस्तु, नरेश महोदय नमस्कारः। नमस्कारः महोदय। नमस्कारः। अस्तु, अतः तत्र अस्माकं मूलविषयः अस्ति तत्र विधिलिङ्गकारः, विधिलिङ्गकारः, विधिलिङ्गकारस्य वैविध्यम् अस्ति इति वयं जानीमः। वैविध्यं नाम विधिलिङ्गकारस्य अर्थद्वयं भवति। प्रथमार्थः अस्ति सम्भावनार्थः, द्वितीयः अर्थः अस्ति तत्र विधिर्थे। विध्यर्थे नाम आज्ञा इति, तादृश अर्थे विध्यर्थे अपि भवति विधिलिङ्गकारः। तत्र सम्भावनार्थे प्रायशः इति सूचयति, विध्यर्थे एतदेव भवितव्यम् इति सूचयति, एतदेव करोतु। तत्र लोट्लकार समानार्थक लकारः, विधिलिङ्गकारः विध्यर्थे इति भवति। पूर्वं वयं दृष्टवन्तः, रूपाणि सर्वाणि दृष्टवन्तः, अतः तत्र एकवारं पुनस्मरणं कृत्वा तत्र विध्यर्थे इति यः पाठः अस्ति तं पाठं पुनः पठामः, तदनन्तरम् अग्रे गत्वा अभ्यासान् कुर्मः। अतः तत्र विधिलिङ्गकारः विध्यर्थे वा सम्भवनार्थे वा, रूपं तु समानमेव। तत्र रूपेषु वयं दृष्टवन्तः तत्र श्रेणीद्वयं भवति, नाम तत्र पट् धातोः रूपाणि प्रथमश्रेण्यां भवति, अपि तदनन्तरं तत्र पट् धातोः रूपाणि कथं भवन्ति तत्र गीताञ्जलिभगिनी एकवारं पठति वा भगिनि, 93 मध्ये अस्ति। आं महोदय, तत्र पठेत् पठेतां पठेयुः, पठेः पठेतं पठेत, पठेयं पठेव पठेम, हा इति अस्ति। अस्तु, इदानीं तत्र अस्माकम् एकं कार्यम् अस्ति, तत्र पुस्तकं पिहितं भवेत्। इदानीं पुस्तकं तत्र उद्घाटितं मास्तु, पुस्तकं पिहितं भवेत् इदानीम्। इदानीं तत्र वदन्तु, तत्र लिखति इति, तत्र नरेश महोदय लिखति धातुः किं भवति? लिखति, लिखेत्, लिखेताम्, लिखेयुः, लिखेः, लिखेतम्, लिखेत, लिखेयम्, लिखेव, लिखेम। हा समीचीनं। तत्र पुस्तकम् उद्घाटितम् आसीत् वा अथवा न? न, अस्तु, समीचीनं महोदय, धन्यवादः। प्रिया भगिनी नमस्कारः, पुटसङ्ख्या अस्ति 93 भगिनी। धन्यवादः महोदय, नमस्ते। अस्तु, हा नमस्कारः भगिनी। अस्तु, इदानीं तत्र उषा भगिनी, इदानीं पुस्तकं पिहितमस्ति खलु भगिनि? आम् आम् महोदय। अस्तु, हा इदानीं तत्र नयति इति, नयति, नयेत्, नयेत्, नयेतां, नयेयुः, नयेः, नयेतं, नयेत, नयेयं, नयेव, नयेम इति। हा उत्तमं भगिनि, समीचीनम्। अस्तु, इदानीं वेदा भगिनी तत्र गच्छति, गच्छति, गच्छेत्, गच्छेत्, गच्छेताम्, गच्छेयुः, गच्छेः, गच्छेतं, गच्छेत, गच्छेयं, गच्छेव, गच्छेम। हा इति समीचीनम्। अस्तु, अग्रे तत्र गीताञ्जलिभगिनी इदानीं तत्र तिष्ठति। आं महोदय, तिष्ठति तिष्ठति इति तिष्ठेत् तिष्ठेत् तिष्ठेतां तिष्ठेयुः तिष्ठेः तिष्ठेतं तिष्ठेत तिष्ठेयं तिष्ठेव तिष्ठेम हा इति समीचीनं शुभदा भगिनी नमस्कारः पुटसङ्ख्या अस्ति 93 नमस्कारः भगिनी अस्तु इदानीं प्रिया भगिनी तत्र पृच्छति इति आं महोदय पृच्छति पृच्छेत् पृच्छेतां पृच्छेयुः पृच्छेः पृच्छेतं पृच्छेत पृच्छेयं पृच्छेव पृच्छेम हा इति समीचीनं हा तत्र स्वरूप महोदय सर्वदा वदति तत्र प्रतिदिनं तत्र लकाराणाम् अपि विभक्तीनां तत्र रटनं करणीयं रटनं नाम किं कोऽपि वदति वा रटनं इति पुनः पुनः वारं वारं तस्य रेसिटेशन् हा तत्र रटनं तत्र रटनं तत्र यदि तत्र सः सर्वदा वदति तत्र रटनं यदि प्रतिदिनं मासं यावत् अथवा मासद्वयं यावत् प्रतिदिनं यदि कुर्मः तदनन्तरं जीवनं पर्यन्तं मनसि तिष्ठेत् तत्र यदा यथा तत्र द्विचक्रिकायाः ज्ञानं तत्र कथं द्विचक्रिकायां चालितुं जानीमः खलु तत्र बाल्ये एव तत्र तत् कथं भवति इति ज्ञातवन्तः वयं किन्तु अनेकवर्षः अनन्तरम् अपि तत् कर्तुं शक्नुमः खलु तत् ज्ञानं मनसि तिष्ठति तथा इव अत्रापि यदि रटनं कुर्मः प्रतिदिनं वारं वारं कुर्मः मनसि तिष्ठति इति अस्तु इदानीं तत्र प्रथमश्रेण्याः तत्र शुभदा भगिनी भवती अपि तत्र वदतु तत्र खादति इति विधिलिङ्गकारः शुभदा भगिनी श्रूयते वा महोदय हा श्रूयते भगिनि खादति इति भगिनी तत्र भवती विलम्बेन आगतवती तथा वदामि पुस्तकं पिहितं भवेत् अस्तु उद्घाटितं मास्तु अस्तु अस्तु प्रयत्नं करोमि अस्तु खादयति धातु खलु खादयति सत्यम् अस्तु भवत्याः कृते एकवारम् अहं पट् धातोः रूपाणि वदामि तदनन्तरं भवती तत्र खादेत् इति करोतु आं महोदय पठेत् पठेतां पठेयुः पठेः पठेतं पठेत पठेयं पठेव पठेम इति खाद इत्यस्य खादेत् खादेतं खादेयुः खादेः खादेतं खादेत खादेयं खादेव खादेम हा उत्तमं भगिनि तावदेव अस्तु समीचीनं अस्तु श्रीप्रिया भगिनी नमस्कारः नमस्ते महोदय नमस्कारः भगिनी विधिलिङ्गकारः पुटसङ्ख्या अस्ति 93 आम् तत्र भवती कर्तुं शक्नोति वा तत्र वदति इति वदति इति किन्तु पुस्तकं पिहितं भवेत् आम् महोदय वदेत् वदेतां देयुः वदेः वदेतं वदेत वदेयं वदेव वदेम हा उत्तमं भगिनि अस्तु समीचीनम् अस्तु इदानीं तत्र एकम् तत्र एषा तु प्रथमाश्रेणी अस्ति नाम यत्र धातुः अकारान्तधातुः अस्ति तत्र पट् धातुः अथवा तत्र क्रियापदे तत्र नयति गच्छति तादृशं भवति तिष्ठति पृच्छति इति तत्र पठेत् पठेतां पठेयुः यत्र तत्र ईकारः वा ऊकारः इति भवति तत्र शक्नुयात् शक्नुयाताम् इति तत्र द्वितीयश्रेण्या ते सर्वे सन्ति इति चिन्तयितुं शक्नुमः तत्र विशिष्टरूपाणि इति तत्र अग्रिमे पुटे सन्ति किन्तु एकवारं तत्र प्रथमश्रेण्या एव तत्र धातवः ये सन्ति तान् स्वीकृत्य तत्र वाक्यम् एकमेकं वाक्यं रचयामः तत्र तर्हि तत्र वेदा भगिनी तत्र किमपि वाक्यं तत्र लिखति इति उपयुज्य एकं वाक्यं करोति वा सरलवाक्यं किन्तु विधिलिङ्गकारे वा विधिलिङ्गकारे लिख लिख दातु वा लिख दातु ओके लिखेत् सः पाठं लिखेत् सः पाठं लिखेत् अस्तु समीचीनम्। इदानीम् उषा भगिनी तत्र नयति इति बहुवचने प्रथमपुरुषे बहुवचने नयति नयेत् नयेतां नयेयुः माता नूतनवस्त्राणि नूतनवस्त्रं नाट् माता सः तौ ते नूतनवस्त्रं नयेयुः नयेयुः समीचीनम् अस्तु। नरेश् महोदय इदानीं तत्र गच्छति इति तत्र त्वम् इति उपयुज्य नरेश् महोदय श्रूयते वा? अस्तु प्रिया भगिनी आम् महोदय अस्तु तत्र गच्छति इति तत्र मध्यमपुरुषे एकवचने गच्छेः त्वम् आपणं गच्छेः समीचीनं त्वम् आपणं गच्छेः समीचीनं। गीताञ्जलि भगिनी इदानीं तत्र तिष्ठति इति मध्यमपुरुषे बहुवचने आं महोदय तिष्ठेत् यूयं यूयं सर्वे तिष्ठेत इति आचार्यः वदति हा यूयं सर्वे अत्र एव तिष्ठेत इति आचार्यः वदति समीचीनं भगिनि हा अस्तु अग्रे शुभदा भगिनी इदानीं तत्र अपृच्छति इति उत्तमपुरुषे एकवचने उत्तमपुरुषे एकवचने पृच्छेयम् अहं पृच्छेयम् अहं प्रश्नं पृच्छेयं वा इति हा इति समीचीनं भगिनी तत्र उत्तमपुरुषे एकवचने तत्र सर्वदा किं भवति उत्तमपुरुषे अथवा एकवचने वा बहुवचने उत्तमपुरुषे सर्वदा तत्र किं भवति यथा तत्र लोट्लकारे उत्तमपुरुषस्य प्रयोगः कथं भवति तत्र अनुमति वयं पृच्छामः इतिवत् सर्वदा तत्र प्रश्नवाचकवाक्यमेव भवति अत्रापि तत्र तादृशमेव तत्र अहं प्रश्नं पृच्छेयम् इति महोदय श्रूयते हा इदानीं श्रूयते नरेश् महोदय समीचीनं अहं चिन्तितवान् तत्र प्रायशम् अत्र समस्या आसीत् किन्तु अस्तु इदानीं समस्या नास्ति समीचीनं महोदय अस्तु इदानीं भवान् एव तत्र अग्रे तत्र खादति इति इदानीं तत्र प्रथमपुरुषे द्विवचने पुरुषे द्विवचने भवन्तौ श्वः खादेताम् भवन्तः भवन्तौ भवन्तौ श्वः भवन्तौ श्वः भोजनं खादेताम् भोजनं खादेताम् समीचीनं महोदय अस्तु अस्तु महोदय तत्र उत्तमपुरुषे इत्युक्ते प्रेरणार्थे अपि भवितुम् अर्हति वा तत्र इत्युक्ते स्वस्य कृते प्रेरणार्थे अपि भवितुम् अर्हति वा विधीने प्रयोगः उदाहरणं वदतु भगिनि यथा अहं गीतापाठं प्रतिदिनं पठेयम् इति प्रेरणार्थे भवितुम् अर्हति वा पठेयम् इति तत्र स्वस्य कृते तत्र नियमान् वदामः वा नाम अहम् अहं चिन्तयामि अस्तु अहम् एतत् मया करणीयमेव इति तादृशमपि भवितुमर्हति भगिनि हा तत्र अहं चिन्तयामि अस्तु तत्र अध्यारभ्य अहं प्रतिदिनम् एकघण्टां यावत् तत्र संस्कृतेन एव वदेयम् इति वदेयम् इत्युक्ते प्रश्नवाचकः तु नास्ति तत्र प्रश्नवाचकः नास्ति किन्तु साधारणतया तत्र सम्भाषणे यत्र कुत्रापि भवति चेत् तत्र प्रश्नवाचकः एव भवति यत्र अन्यैः सह सम्भाषणं भवति चेत् तत्र प्रश्नवाचकवाक्यं भवति अस्तु अस्तु अग्रे श्रीप्रिया भगिनी इदानीं तत्र पश्यति इति मध्यमपुरुषे द्विवचने युवां युवां चलनचित्रं मा चलनचित्रं मा पश्येतम् पश्येतं हा इति अस्तु समीचीनम् अस्तु उषा भगिनी इदानीं तत्र वदति इति तत्र उत्तमपुरुषे द्विवचने उत्तमपुरुषे वदेयं वदेव आवां विभक्तिवल्लरी विभक्तिपाठं कथं वदनीयं महोदय अहं न जानामि भवती किं विभक्तिरूपाणि विभक्तिरूपाणि विभक्तिरूपाणि विभक्तिरूपाणि आवां विभक्तिरूपाणि पठेव न वदेव अस्तु समीचीनं हा अस्तु वंशी सुधा भगिनी नमस्कारः पुटसङ्ख्या अस्ति 93 नमस्ते महोदय शुप्रभातं नमस्कारः 93 भगिनी अस्तु वेदा भगिनी इदानीं तत्र पतति तत्र प्रथमपुरुषः बहुवचनं पठति पठेयुः पतति पतति पतति पतति पतेयुः बालकाः क्रीडनसमये पतेयुः पतेयुः समीचीनं भगिनि अस्तु अस्तु तत्र सर्वे कृतवन्तः इति मन्ये अस्तु अतः तत्र इदानीं तत्र रूपस्य पुनस्मरणं ज्ञातम् अभवत् इदानीं तत्र विशिष्टरूपाणामपि केवलम् एकवारं कुर्मः तर्हि तत्र नरेश महोदय अग्रिमे पुटे तत्र गृणीयात् इति अस्ति गृहधातोः रूपाणि एकवारं पठति वा कुत्र अस्ति अग्रिमे पुटे गृह्णीयात् गृह्णीयाताम् गृह्णीयुः गृह्णीयाः गृह्णीयात आतम् गृह्णीयात् आत गृह्णीयाम् गृह्णीयाव गृह्णीयाम यत्र तत्र गृह्णाति इति लट्लकारे गृह्णाति इति अस्ति दीर्घाकारः तत्र ईकारः आगच्छति तत्र विधिलिङ्गकरे गृह्णाति स्थाने गृह्णीयात् इति तत्र शक्नोति इति स्थाने ओकारस्थाने शक्नुयात् करोति कुर्यात् इति अतः तत्र अस्तु तत्र एकवारम् एतत् रूपस्य शीघ्रतया तत्र पुनस्मरणं कुर्मः तत्र तर्हि तत्र प्रिया भगिनी इदानीं पुस्तकं पिहितं मास्तु उद्घाट्य सम्यक् भवतु किन्तु तत्र भद्नाति इति एकवारं वदति वा भगिनि भद्नाति बद्नियाव उत्तमं भगिनि हा अस्तु किञ्चित् विस्मृतवती चिन्ता मास्तु भगिनि हा तत्र किन्तु मनसि स्थापितमस्ति हा अस्तु तत्र जानाति इति भगिनि गीताञ्जलि भगिनि आं महोदय जानीयात् जानीयातां जानीयुः जानीयाः जानीयातं जानीयात जानीयां जानीयाव जानीयाम हा इति समीचीनम् अस्तु अग्रे शुभदा भगिनी इदानीं तत्र क्रीणाति इति क्रीणाति क्रीणीयात् क्रीणीयातां क्रीणीयात् क्रीणीयातां क्रीणीयुः पुनः एकवारं क्रीणीयात् क्रीणीयातां क्रीणीयुः क्रीणीयाः क्रीणीयातं क्रीणीयात् क्रीणीयां क्रीणीयाव क्रीणीयाम हा इति समीचीनम्. अस्तु श्रीप्रेम भगिनी इदानीं तत्र अश्नाति इति अश्नीयात् अश्नीयाताम् अश्नीयुः अश्नीयाः अश्नीयातम् अश्नीयात अश्नीयाम् अश्नीयाव अश्नीयाम. हा समीचीनं भगिनि. अस्तु इदानीं उषा भगिनी इदानीं तत्र शक् धातुः रूपाणि एकवारं पठति वा? आं महोदय. शक् धातुः शक्नुयात् शक्नुयातां शक्नुयुः शक्नुयाः शक्नुयातं शक्नुयात् शक्नुयां शक्नुयाव शक्नुयाम. हा इति इदानीं मनसि स्थापितमस्ति भगिनि, अतः पुस्तकं भवेत्. अस्तु इदानीं तत्र चिनोति इति करोतु. चिनोति न महोदय? चिनोति चिनुयात् चिनुयात् चिनुयात् चिनुयातां चिनुयुः चिनुयाः चिनुयातं चिनुयात् चिनुयां चिनुयाव चिनुयाम. हा उत्तमं भगिनि, समीचीनम्. अस्तु अग्रे वेदा भगिनी इदानीम् आप्नोति इति. आप्नोति आप्नोति आप्नुयात् आप्नुयात् आप्नुयात् आप्नुयातम् आप्नुयुः आप्नुयाताम् आप्नुयाताम् आप्नुयातां सारि आप्नुयाताम् आप्नुयुः आप्नुयाः आप्नुयातम् आप्नुयात् आप्नुयाम आप्नुयाम् आप्नुयाव आप्नुयाम. हा इति उत्तमं भगिनि. अस्तु वंशीसुध भगिनी भवती कर्तुं शक्नोति वा? महोदय वदतु महोदय. अस्तु इदानीं तत्र शृणोतु इति. शृणोतु इति किल? अस्तु शृणुयातां शृणुयुः शृणुयाः शृणुयातं शृणुयात् शृणुयाम. हा किन्तु एकवचने शृणुयां तत्र क्षम्यतां ध्वनिः किञ्चित् सम्यक् नास्ति. तत्र अहं चिन्तयामि तत्र स्वादिगणे अपि च तनादिगणे तनोति यदा आगच्छति तत्रैव एतादृशरूपं भवति. शृणोति शक्नो तनोति प्राप्नोति स्वादिभ्यः श्नु अपि च तनादिभ्यः उ एते द्वे गणद्वये एव एतादृशरूपं भवति वा इति मम प्रश्नः. इति मन्ये भगिनि सत्यं नो इति अस्ति न तत्र तनोति शृणोति सत्यं भगिनि. अतः तत्र उकारः तत्र नु इति उकारः आगच्छति. गृह्णाति इत्यस्मिन् तु या आगच्छति इति सत्यमिति मन्ये भगिनि. अग्रे अस्तु अतः तत्र विशिष्ट द्वितीय तत्र घृणीयात् तत्र बध्नाति इति जानाति तत्र दीर्घाकारः तत्र ईकारः आगच्छति घृणीयात्. अत्र तु चिनोति आप्नोति तत्र उकारः शक्नुयात् इति. तदनन्तरं करोति तत्रापि कुर्यात् कुर्याताम् कुर्युः अपि तत्र धातुः तदपि दद्यात् दद्याताम्. इदानीं तत्र एकवारं यदि पश्यामः तत्र मनसि स्थापितं भवति इति मन्ये. अतः इदानीं तत्र अग्रे ये अभ्यासाः सन्ति तत्र कृतवन्तः इति मन्ये. अतः तत्र इदानीं तत्र विध्यर्थे पाठः यः अस्ति तं पाठं पठामः. तत्र अर्धं कृतवन्तः इति मन्ये, किन्तु इदानीं पुनरेकवारं तत्र शीघ्रतया पठामः. तर्हि तत्र अस्तु ततः तत्र प्रिया भगिनी आरम्भं करोति वा? तत्र पुटसङ्ख्या अस्ति 97. अस्तु तत्र अस्तु तत्र भवती वरदा भवतु. तदनन्तरं तत्र शुभदा भगिनी तत्र भवती शारदा इति भवति वा? आं महोदय. हा अस्तु अस्तु प्रिया भगिनी अपि शुभदा भगिनी. परस्परं भावयन्तः एतत् दूरवाणीसम्भाषणम् उच्चैः पठत वरदा. हरिः ओं शारदा खलु? आं वदतु कः विशेषः? सर्वं कुशलं. भवती किमर्थं ह्यस्तनं मेलनं न आगतवती? क्षम्यतां मया अन्यत्र गन्तव्यम् आपतितम् अतः एव न आगतवती. मेलने के निर्णयाः कृताः? प्रायः सर्वाणि कार्याणि चिन्तितानि. उत्तरदायित्वानि अपि निश्चितानि. भगिनी, कस्यै किम् उत्तरदायित्वं दत्तम्? सभाकार्यं नलिनी पश्येत्, तस्याः सहायार्थं तिस्रः भवेयुः, अतिथीनां व्यवस्थां रेवती निर्वहेत्, गङ्गा तस्याः सहायं कुर्यात्, लतिका शुभा च पानजलं वितरेताम्, कार्यक्रमसञ्चालनं लक्ष्मीः कुर्यात्. भगिनी, वैयक्तिकगीतं का गायेत्? गायत्री वैयक्तिकगीतं गायेत्, विजया स्वागतं, विदिता धन्यवादः च व्याहरेताम्. वरदे, अहं किं कुर्याम्? भवती प्राचारकार्यं कुर्यात्, सर्वेभ्यः पत्रं लिखेत्, सर्वान् अपि आह्वयेत्, पत्रिकाभ्यः वार्ताम् अपि दद्यात्, यतः कार्यक्रमः भविष्यति इति सर्वेपि जानीयुः किल. अन्यत् किं किं कुर्याम्? कार्यक्रमविवरणपत्रं सिद्धं कुर्यात्, तत्र दोषाः न स्युः. अस्तु, तथैव करिष्यामि. पुनः भवती गीतामपि सूचयेत्, यतः प्रार्थनां सा गायेत्, सा ह्यः न आगता आसीत्. भवतु, अवश्यं सूचयामि. भवती समये एव आगच्छेत्, वयं सर्वाः अपि मिलित्वा कार्यक्रमं सम्यक् कुर्याम. निश्चयेन, धन्यवादः. धन्यवादः भगिनी. समीचीनम् आसीत्. तत्र सर्वे अवगतवन्तः इति मन्ये, तत्र किं किम् अस्ति इति, किन्तु केवलं शीघ्रतया एकवारं परिशीलयामः पङ्क्तिशः. अतः तत्र श्रीप्रिया भगिनी आरम्भं करोति वा, तत्र वाक्यचतुष्टयं स्वीकृत्य. आम् आं महोदय. लिङ्गकारः प्रायशः तत्र नास्ति, किन्तु वाक्यस्य अर्थः कः इति किञ्चित् वदतु. अत्र वरदा शारदा द्वयोः सम्भाषणं प्रचलत् अस्ति, किमपि कार्यक्रमस्य सिद्धार्थं. प्रथमं वरदा वदति हरि ओम्, कुशलं पृच्छति, तद् वक्तुं शक्यते खलु महोदय? सत्यं. शारदा खलु, आम्. कः विशेषः, कः सूचना इति सा पृच्छति, शारदा पृच्छति. कः विशेषः, का सूचना, का सूचना इति पृच्छति. अनन्तरं वरदा पुनः उत्तरं ददाति, सर्वं कुशलम् एव. अनन्तरं ह्यः मेलनम् आसीत्, किमर्थं भवती तत्र उपस्थिता न आसीत्? समीचीनम् इति वरदा पृच्छति. शारदा तस्य किमर्थं न उपस्थिता आसीत् इति विवरणं ददाति. तस्याः अन्यत्र गन्तव्यम् आसीत् इति कारणेन सा योजयितुं न शक्तवती, मेलने योजयितुं न शक्तवती इति वदति. समीचीनं भगिनि. अनन्तरं पृच्छति अपि किं किं निश्चितवन्तः, मेलने किं किं निश्चितम् आसीत् इति. समीचीनं भगिनि. तत्र केवलं तत्र आपतितम् इति तत्र किञ्चित् विशेषपदम् अस्ति, तत्र आपतितं नाम किम्? आपतितं नाम अस्माकं, वयं न ज्ञातवन्तः एतादृशं भवति इति, न जानीमः अकस्मात् आपतितं. ज्ञानं, पूर्वज्ञानं तस्य नासीत्, तत्र गन्तव्यं भवति इति तस्य, तस्याः तत्र शारदायाः पूर्वज्ञानं नासीत्. पूर्वं ज्ञानं नासीत् अपि तत्र प्रायशः, तत्र गन्तुमपि प्रायशः तस्याः इच्छा अपि आसीत् न वा इति न जानीमः. प्रायशः इच्छा अपि नासीत्, किन्तु गन्तव्यम् आसीत् इति. तत्र यत्र पूर्वसूचना नास्ति अपि तत्र न इच्छामः किन्तु गन्तव्यं भवति खलु, एतादृशः अस्ति ते भवन्ति एव तत्र जीवने. तत्र आपतितं नाम वयं गन्तुम् इष्टवन्तः, अतः अत्र गन्तुम् इष्टवन्तः, अतः अत्र न आगतवन्तः इति न, किन्तु अन्यत्र गन्तव्यम् आसीत् अपि तत्र पूर्वसूचना नासीत् अतः तत्र आपतितं. तत्र अस्माकं ज्ञानमपि तत्र अकस्मात् तत् अभवत्. इति पतितं. समीचीनं भगिनि, अस्तु, धन्यवादः. अस्तु, अग्रे उषा भगिनि तत्र वाक्यचतुष्टयं स्वीकृत्य वदति वा. आं महोदय, प्रायः महोदय, हा प्रायः इति आरभ्य तत्र भवेयुः पर्यन्तं. वरदा वदति, प्रायः सर्वाणि कार्याणि चिन्तितानि, उत्तरदायित्वानि अपि निश्चितानि. सः चिन्तनं करोति कस्य कस्य कार्यं, चिन्तनं करोति कस्य कस्य कृते किं किं कार्यं दत्तानि इति, चिन्तनीयं करणीयम् इति सः वदति. सर्वं तत्र प्रायशः सर्वाणि कार्याणि चिन्तितानि नाम सर्वेषां कृते, सर्वाणि तत्र सर्वेषां कार्याणां कृते तत्र चिन्तनम् अभवत् इति. शारदा पृच्छति भगिनी, अपि उत्तरदायित्वानि अपि निश्चितानि नाम उत्तरदायित्वानि नाम किं, कस्य कस्य कृते किं कार्यं, कस्य किं कार्यं, कः किं करोति अथवा का किं करोति इति तदपि निश्चितं अभवत्. करणीयं न अभवत्, अभवत् अभवत्, करणीयम् इति अग्रे न किन्तु पूर्वम् अभवत्. हा भूतकाले खलु, भूतकाले निश्चितं तप्रत्ययः निश्चितं. शारदा वदति, भगिनी भगिनी इत्युक्ते वरदा अस्ति तत्र, कस्य किम् उत्तरदायित्वं दत्तम् इति प्रश्नं पृच्छति. अनन्तरं वरदा वदति, सभाकार्यं नलिनी पश्येत् इत्युक्ते सभाकार्यं नलिनी पश्यति अत्र. इदानीं तत्र षष्ठी उपयुज्य वदतु तत्र उत्तरदायित्वं, उत्तरदायित्वं किम् अस्ति, नलिन्याः उत्तरदायित्वम् अस्ति सभाकार्यं अस्ति अस्ति इति स्थाने नलिन्याः उत्तरदायित्वं सभाकार्यम्. इदानीम् अस्ति इति स्थाने तत्र स्यात् धातोः, हा स्यात् स्यात् किं विधिलिङ्गकारः, नलिन्याः उत्तरदायित्वं सभाकार्यं स्यात् स्यात् तस्याः साहाय्यार्थं तिस्रः भवेयुः इत्युक्ते तस्याः इत्युक्ते नलिन्याः साहाय्यं कर्तुं, नलिन्याः साहाय्यं कर्तुं तिस्रः भवेयुः. तिस्रः नाम एकः न तिस्रः, किन्तु तिस्रः इति तत्र त्री इति सूचयति किन्तु तिस्रः तत्र विशेषं किमस्ति, तिस्रः नाम महिलाः, तिस्रः महिलाः, स्त्रीलिङ्ग पदं खलु तिस्रः, स्त्रीलिङ्गं सूचयति. तत्र तिस्रः महिलाः भवेयुः, भवेयुः नलिन्याः साहाय्यार्थं. समीचीनं समीचीनं भगिनि, अस्तु अग्रे. अग्रे तत्र वेदा भगिनी अग्रे वदति वा, वेदा भगिनी वेदा भगिनी न श्रूयते वा, सारी महोदय, क्षम्यतां, म्यूट् मध्ये अस्ति अस्मि. ओके, अतिथीनां व्यवस्थां रेवती निर्वहेत् तत्र रेवती किं कुर्या, रेवत्याः उत्तरदायित्वम् अस्ति अतिथीनां व्यवस्थां निर्वहणम् इति वा, निर्वहणं भवेत् निर्वहणं भवेत् निर्वहणम् अन्ते किं क्रियापदम् उक्तं भवता, भवेत् हा भवेत् अस्तु, किन्तु निर्वहणं भवेत् इति न, निर्वहणं सा करोति अतः करोति इति क्रियापदस्य रूपं कुर्यात्. अतिथीनां व्यवस्थां तत्र अतिथीनां व्यवस्थायाः निर्वहणम्, अतिथीनां व्यवस्थायां निर्वहणं रेवत्याः, तत्र निर्वहणमस्ति चेत् तस्मात् प्राक् षष्टि रेवती कुर्यात् कुर्यात् समीचीनं गङ्गा तस्याः सहायं कुर्यात् तस्याः इत्युक्ते तस्याः इत्युक्ते रेवत्याः सहायं गङ्गा कुर्यात् रेवत्याः सहायं गङ्गा कुर्यात् समीचीनं लतिका शुभा च पानजलं वितरेताम् लतिका शुभा च द्वे पानजलं वितरणं कुर्याताम् इति समीचीनं वा हा तत्र रूपं वदतु कुर्यात् किम् अस्ति कुर्यात् कुर्याताम् द्वे अस्ति इति कारणतः कुर्याताम् कुर्याताम् समीचीनं भगिनि हा कुर्यातां कुर्यात् तत्र द्वे द्वे के अत्र लतिका शुभा हा लतिका शुभा च ते पानजलं वितरेताम् किन्तु तत्र कुर्यात् इति कुर्यात् पानजलस्य वितरणं कुर्याताम् हा उत्तमं भगिनि हा कार्यक्रमसञ्चालनं लक्ष्मीः कुर्यात् कार्यक्रमस्य सञ्चालनं न कार्यक्रमसञ्चालनं लक्ष्मीः कार्यक्रमस्य सञ्चालनं लक्ष्मीः कुर्यात् नाम कुर्यात् तत्र लक्ष्मीः इति पदस्य षष्ठी किम् लक्ष्म्याः लक्ष्म्याः उत्तरदायित्वं किम् अस्ति लक्ष्म्याः उत्तरदायित्वं कार्यकरण कार्यक्रमसञ्चालनम् अस्ति स्यात् अथवा भवेत् समीचीनं भगिनि अस्तु अग्रिमवाक्यमपि करोतु शारदा भगिनी व्यक्तिकगीतं का गायेत् वैयक्तिकगीतं का गायेत् तत्र शारदा भगिनी पृच्छति किं वरदायां पृच्छति वरदां पृच्छति भगिनी वैयक्तिकगीतं का गायेत् इति वा का गायेत् का गायेत् तत्र वैयक्तिकगीतं नाम समूहगीतं न किन्तु वैयक्तिकगीतम् एकाकी एकाकी हा व्यक्तिः तस्य सम्बद्धपदं वैयक्तिक व्यक्ति एका व्यक्ति एव गायति अतः तत्र वैयक्तिकगीतं का गायेत् तत्र गायत्री वैयक्तिकगीतं गायेत् इति अस्ति विजया स्वागतं विदिता धन्यवादं च व्याहरेताम् विजया व्याहरेताम् इति अस्ति किमर्थं किमर्थं गायत्री अपि च विजया द्वे जनाः तदेव अस्ति वा गायत्री वाक्यं गायत्री वैयक्तिकगीतं गायेत् विजया का गायेत् वैयक्तिकगीतं गायत्री गायत्री अस्तु समीचीनम् इदानीं अग्रिमवाक्यं विजया स्वागतं विदिता धन्यवाद ओ विजया स्वागतं विदिता अपि तत्र कार्यक्रमस्य आदौ विजया स्वागतं करोति कुर्यात् विदिता धन्यवादम् अन्ते विदिता धन्यवादं धन्यवादं व्याहरेताम् इत्युक्ते किं महोदय व्याहरेतां वदेताम् इति वदेताम् व्याहरते नाम वदति तत्र ओके तत्र धन्यवादः वा तत्र सर्वे आगतवन्तः अहं सन्तुष्टा अस्मि अहं सन्तुष्टः अस्मि तादृशवाक्यानि वदन्ति तत्र व्याहरेत् इति किन्तु सारल्यरूपेण वदामश्चेत् वदति इति तावत् वदति वदेत् वदेताम् तत्र विजया स्वागतं विदिता धन्यवाद वदेता वदेतां समीचीनं भगिनि धन्यवादः अस्तु अग्रे वंशीसूत्र भगिनी अग्रे कर्तुम् इच्छति वा अस्तु तर्हि तत्र अग्रे हा गीताञ्जलि भगिनी अग्रे आं महोदय तत्र तदा शारदा पृच्छति वरदे अहं किं कुर्याम् तत्र उत्तमपुरुषे एकवचने उत्तमपुरुषे प्रश्नवाचक एव एतस्य वाक्यम् अहं किं करोमि करवाणि करवाणि अहं किं करवाणि, तत्र प्रश्नवाचकः भवति खलु, अहं गच्छामि, आं महोदय, किं करवाणि इदानीम्, एतत् कार्यं करवाणि वा इति तत्र प्रश्नवाचकः, अतः अपि अत्रापि अहं किं कुर्यां, मम उत्तरदायित्वं किं स्यात् इति सा पृच्छति. चिन्ता मास्तु भगिनि, चिन्ता मास्तु. अस्तु महोदय, प्रयत्नं करोमि. भवती प्रचारकार्यं कुर्यात् इति वर्धा उक्तवती, इत्युक्ते प्रचारकार्यस्य करणं भवती एतस्य विषये करोतु. तत्र सर्वे जानन्तु इति, अतः प्रचारकार्यं भवती कुर्यात्, प्रचारस्य कार्यं भवती करोतु अपि च समीचीनं. लोट्लकार अर्थे विद्यार्थी अत्र सर्वत्र. सर्वेभ्यः पत्रं लिखेत्, कः का लिखेत्, वरदा इत्युक्ते वरदा एव सर्वेभ्यः पत्रम् अपि लिखेत्. न न न, शारदा, शारदा एव करोति एतत् सर्वं, वरदा वदति भवती. क्षम्यतां, शारदा एव सर्वं करोति इत्युक्ते पत्रं लिखनस्य कार्यमपि शारदा एव, पत्रस्य लेखनं शारदा, पत्रस्य लेखनम् अपि शारदा एव कुर्यात् तत्र लेखनम् अस्ति, पत्रम् अस्ति, तत्र सर्वेभ्यः, सर्वेभ्यः इति तत्र विभक्ति का, तत्र सर्वेभ्यः चतुर्थी, चतुर्थी सर्वेभ्यः पत्रं लिखेत् इति महोदय. तत्र ईमेल् प्रेषयिष्यामि सर्वेभ्यः इति तादृशं, पत्रमपि सर्वेभ्यः लिखेत् इति चतुर्थी. तदनन्तरं सर्वान् अपि आह्वयेत् इति अपि एकं कार्यमस्ति, इत्युक्ते आह्वयनं कार्यं तदपि शारदा भवती करोतु, करोतु, कुर्यात्, शारदा एव कुर्यात्, कुर्यात्. पत्रिकाभ्यः वार्ताम् अपि दद्यात्, इत्युक्ते पत्रिकाभ्यः अपि चतुर्थी. एकवचने किम् अस्ति, प्रातिपदिकं किं तत्र, पत्रिका आकारान्त स्त्रीलिङ्गं, लता शब्दवत्, लता, लतावत् अस्ति तत्र, चतुर्थी अस्ति लतायै, अत्रापि पत्रिकायै, एकम् एकवचन पत्रिकायै, किन्तु अने तत्र पत्रिकाभ्यः वार्तां दद्यात्, वार्तां दद्यात्, कार्यक्रमः प्रचलति इति वार्तां दद्यात्. अग्रे इत्युक्ते वार्तायाः पत्रिकाभ्यः वार्तायाः अपि भवती ददनं कार्यं वा महोदय, दानम् इति भवति, दानं कार्यं, दानमपि भवती एव कुर्यात्, भवती एव कुर्यात् तत्र. यतः कार्यक्रमः भविष्यति इति सर्वे अपि जानीयुः किल, तत्र वार्ता, यदि ते वार्तां न प्राप्नुवन्ति तत्र कथं जानीमः, कथं जानीमः, ते तु न जानन्ति, अतः ते तु न जानन्ति, अतः कार्यक्रमः भविष्यति इति सर्वे अपि, इत्युक्ते निश्चयेन सर्वे सर्वे सूचनां प्राप्नुवन्ति इति भवेत्, तर्हि तेषां ज्ञानं भवति, कार्यक्रमस्य ज्ञानं तेषां भवति कार्यक्रमस्य ज्ञानं सर्वे प्राप्नुवन्ति इति भवेत् इति भवती उक्तवती. तदनन्तरं शारदा उक्तवती अन्यत् किं किं कुर्याम् एकम् इत्युक्ते भवती उक्तवती तत् सर्वम् अस्ति बह्वी महिलायाः कार्यं तु उक्तवती किन्तु अन्यत् किं किं कुर्याम् अन्यत् किं किम् अस्ति मया कर्तुं मया कर्तुं किम् अन्यत् किं करणीयं किं किम् अन्यत् अस्ति करणीयम् इति सा पृच्छति. समीचीनं भगिनि धन्यवादः. धन्यवादः. अस्तु अग्रे नरेश महोदय अग्रे. आम् कार्यक्रमं विवरणं पत्रं सिद्धं कुर्यात् अतः तत्र शारदा अन्यत् तत्र वरदा वदति अन्यत् भवती कार्यक्रमं विवरणपत्रं पत्रस्य सिद्धता कुर्यात् तत्र कार्यक्रमस्य विवरणपत्रं कार्यक्रमे किं किम् अस्ति इति विवरणं तत्र तादृशपत्रं तत्र सिद्धं कुर्यात्. सिद्धम् इति विशेषणमस्ति. किं सिद्धं कार्यक्रमविवरणपत्रं सिद्धं कुर्यात् का कुर्यात् कार्यक्रम विवरणं पत्रं सिद्धं कुर्यात् किन्तु का कुर्यात् का कुर्यात् कर्तृपदं किम् शारदा कुर्यात् शारदा कुर्यात् समीचीनं. अपि कीदृशं पत्रं तद् भवेत् दोषः न स्युयुः दोषाः न स्युः तत्र पत्रे विवरणपत्रे एकः दोषः अपि न भवेत् दोषाः न भवेयुः न स्युः दोषरहितं कार्यक्रमविवरणपत्रं सिद्धवेत् भवेत् अथवा सिद्धं करोतु. समीचीनम्. अस्तु अग्रे शारद अस्तु तथैव करिष्यामि तथैव करिष्यामि अथवा कुर्याम् अहं तत् कुर्याम् वरद पुनः भवती गीतामपि सूचयेत् वरदा शारदां वदति भवती गीतां सूचयेत् गीतां सूचनं ददातु. तत्र सूचनं ददातु इति अस्ति चेत् गीता इति पदस्य विभक्ति का तत्र द्वितीय न ददाति इति ददातु इति अस्ति ददाति अथवा ददातु अस्ति चेत् तत्र विभक्ति का भवति चतुर्थी गीतायै गीतायै सूचनां ददातु अथवा तत्र ददातु इति लोट्लकारस्थाने विधिलिङ्गकारः किम् अस्ति भवति विधिलिङ्गकारः अस्ति दद्यात् भवती गीतायै अपि सूचनां दद्यात् यतः प्रार्थनां सा गायेत् वरदा वदति गीता प्रार्थनां गायेत् अतः तस्यै सूचनां ददातु दद्यात् समीचीनं महोदय. इदानीं तत्र मिलित्वा एकवाक्यं वदतु भवति भवति तत् गीता प्रार्थनां गायेत् अतः भवती गीतां सूचनां गीतायै सूचनां दद्यात् दद्यात्. समीचीनं महोदय. अस्तु अग्रे. सा ह्यः नागता आसीत्. हा तत्र का न आगता आसीत्? गीता न आगता. हा गीता तत्र मेलने नासीत् अतः तस्य तत्र सूचनां आवश्यकं तत्र. हा तत्र दद्यात् इति सा वदति. समीचीनं महोदय. अस्तु अग्रे तत्र एतावत् तत्र प्रायश सर्वे उक्तवन्तः इति मन्ये. अस्तु महोदय, भवानेव तत्र समापयतु तत्र वाक्यत्रयं स्वीकृत्य. शारदा वदति, भवतु अवश्यं सूचयामि. अवश्यं निश्चयेन निश्चयेन सूचनां करोमि दद्यां तत्र ददामि ददामि. भवती समय एव आगच्छेत्. शारदां वदति भवती समय एव आगच्छेत्, विलम्ब मा करोतु. वयं विलम्बं भवती मा कुर्यात्. मा कुर्यात् विलम्बः न भवेत्. विलम्बेन मा आगच्छेत् आगच्छेत्. वयं सर्वाः अपि मिलित्वा कार्यक्रमं सम्यक् कुर्याम. वयं सम्यक् कुर्याम तत्र इति सा चिन्तयति वरद. निश्चयेन धन्यवादः. धन्यवादः. अस्तु समीचीनं महोदय, धन्यवादः. अस्तु अस्मिन् पाठे कोऽपि प्रश्नः अस्ति वा? तत्र रूपाणि ज्ञातवन्तः, अतः तत्र क्लेशः प्रायशः नास्ति इति मन्ये. अस्तु तर्हि तत्र अधोभागे अवधेयम् इति अस्ति, तत्र प्रिया भगिनी अवधेयम् इति अस्ति, पठति वा भगिनी? अवधेयं विधिलिङ् लकारस्य सम्भावना इव विधिः आज्ञा इत्यर्थे अपि प्रयोगः भवति. यथा भवान् श्वः समये प्राप्नुयात्, सर्वेपि गृहपाठान् अवश्यं लिखेयुः. छात्रः अध्यापकान् न उपसहेत् उपहसेत् क्षम्यताम् सेवकाः कार्यं कुर्युः. भवती अद्य एव दूरवाणीं कुर्यात्, वयं कार्यक्रमं सम्यक् कुर्याम. तत्र सर्वत्र किम् अस्ति अर्थः कः? विधि अर्थः, आज्ञा इति अर्थः. तत्र लोट् लकारे यः अर्थः सः एव अर्थः अत्रापि इति. तत्र प्राप्नुयात् इति स्थाने तत्र किं वदामः? लोट्लकारम् आसीत्, लोट्लकार अस्ति चेत् भवान् श्वः समये प्राप्नुयात्. लोट्लकारे रूपं कथं भवति? प्राप्नोतु. हा प्राप्नोतु, भवान् श्वः समये प्राप्नोतु इति. समीचीनं, तादृश अर्थः विधिलिङ्गकरे विद्यर्थे तादृश अर्थ आज्ञा इति आज्ञार्थे भवति. अतः तत्र एतदेव तत्र रूपं समानं, सम्भावना इति एकः अर्थः, अन्यः अर्थः विधिः आज्ञा इति द्वितीय अर्थः अस्ति. अस्तु तर्हि अग्रे सरामः. अग्रे तत्र प्रथम अभ्यासः अस्ति तत्र. अहं वेदाभगिनी आरम्भं करोति वा अग्रिमे पुटे? आं महोदय. अभ्यासः अत्र मञ्जूषायां क्रियापदानि लिखितानि सन्ति, ततः विधिलिङ्लकारस्य क्रियापदानि एव चित्वा रिक्तस्थानेषु लिखत. इत्युक्ते के के पद पदाः विधिलिङ्गकानि पदानि विधिलिङ्गकारस्य रूपाणि अस्ति तस्य तं चित्वा रिक्तस्थानेषु स्थानि चित्वा रिक्तस्थानेषु लिखत तत्र पठेताम् एकमेकं करोतु भगिनि तत्र चलति इति अस्ति तत्र लट्लकारे अस्ति चलति लट्लकारे अस्ति तत्र विधिलिङ्गकारः नास्ति अस्तु लङ्लकारे अस्ति तद् तदपि विधिलिङ्गकारे नास्ति अस्तु अग्रे पठेताम् इत्युक्ते द्विवचने प्रथमपुरुषे द्विवचने अस्ति पट् धातुतः आयाति पठेतां विधिलिङ्गकारे पठेतां समीचीनम् अस्तु अग्रे पठेम पठेम इत्युक्ते उत्तमपुरुषे बहुवचनरूपं पट् धातु पट् धातु धातूनां विधिलिङ्गकारस्य रूपम् अस्ति पठेम हा समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे उषा भगिनि आं महोदय पठेम लंस्यति लृट् लकारे अस्ति अस्तु समीचीनम् अस्तु आशक्नोत् लङ् लकारे अस्ति प्रथमपुरुषे एकवचने शक्नुयात् विधिलिङ्ग् लकारे प्रथमपुरुषे एकवचने अस्ति समीचीनं कुर्वन्तु लोट् लकारे बहुवचने अस्ति प्रथमपुरुषे समीचीनं समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे तत्र वंशीसुधभगिनी वक्तुं शक्नोति वा अग्रे न महोदय किञ्चित् अस्तु अस्तु चिन्ता मास्तु भगिनि न चिन्ता मास्तु अस्तु अग्रे तत्र गीताञ्जलि भगिनी अग्रे कुर्युः इति विधि विध्यर्थे अस्ति रूपमपि प्रथमपुरुषमपि पुरुष प्रथमपुरुष बहुवचनम् समीचीनं कुर्युः ते कुर्युः शक्नुयाताम् इति अपि प्रथमपुरुष द्विवचने अस्ति शक्नुयाताम् इत्युक्ते ते अपि अत्र समीचीनं स्त्रीलिङ्गते अपि नपुंसकलिङ्गम् ते महिले शक्नुयाताम् समीचीनम् अग्रे गृह्णीयुः इति विशेषरूपमस्ति किन्तु अपि प्रथमपुरुष बहुवचनरूपमस्ति विध्यर्थे विधिरूपं गृह्णीयुः गृह्णीयुः गृह्णीयुः गृह्णीयात् गृह्णीयातां गृह्णीयुः महिलाः गृह्णीयुः अस्तु समीचीनम् अग्रे क्रीणाति क्रीणाति इति क्रीणाति तु लट् रूपम् अस्ति तत् तत् विधिरूपम् अस्ति चेत् तत् अपि विशेषरूपम् अस्ति इति मन्ये महोदय तत्र श्रुतवन्तः खलु क्रीणीयात् इति हा क्रीणीयात् इति एव भवति इति भवति समीचीनं भगिनि किन्तु क्रीणाति तु लट्लकारः एव क्रीणाति तु लट्लकारः समीचीनं भगिनि अस्तु अग्रे नरेश महोदय आं महोदय अग्रे पठानि पठानि तु लोट्लकारे उत्तम पुरुषे एकवचनम् समीचीनं प्रच्छेयं प्रच्छेयं विधिलिङ्ग् अस्ति उत्तमपुरुषे एकवचनं प्रच्छेयं समीचीनं प्राप्नुयात् प्राप्नुयात् अपि विधिलिङ्ग् अस्ति तत्तु प्रथमपुरुषे एकवचनं एकवचनं समीचीनं महोदय अस्तु अग्रे गणयेः गणयेः तु किमस्ति मध्यमपुरुषे लोट्लकारे मध्यमपुरुषे एकवचनं लोट्लकारः अथवा विधिलिङ्गकारः विधिलिङ्गकारः विधिलिङ्गलकार मध्यमपुरुषे एकवचनं हा तत्र पट् धातोः रूपं किमस्ति विधिलिङ्गलकारे मध्यमपुरुषे पठेः पठेः अत्र तत्र अत्र गणयेः इति तत्र लट्लकाररूपं किम् अस्ति गणयति एकवचने गणयति समीचीनं हा अतः तत्र रूपं विधिलिङ्गकाररूपाणि कथं भवन्ति तत्र गणये गणयेतां गणयेयुः गणयेयुः गणयेः गणयेतं गणयेतं गणयेत गणयेयं गणयाव पठाव अस्ति खलु ओ अच्छा गणयाव गणयाम क्षम्यतां गणयेव एव क्षम्यतां पठेव पठेव पठेम इति गणयेव गणयेम परन्तु उत्तमपुरुषे एकवचनं किमस्ति गणयेयं यतोहि पठेयम् इति पठेयं तत्र पट् योगः एकारः तदनन्तरं यम् गणयेयं गणय इति धातुः गणय एकारः गणये तदनन्तरं यम् अतः गणयेयम् गणयेव गणयेव गणयेम हा गणयेव गणयेम इति समीचीनं महोदय अस्तु उत्तमम् अस्तु अग्रे तत्र प्रिया भगिनी अग्रे क्रीडेम एतदपि विधिलिङ्गलकारः अस्ति वचनमपि पुरुषः महोदय क्षम्यताम् अहं बहवः विषयान् विस्मृतवती उत्तमपुरुषः उत्तमपुरुषः बहुवचनं हा उत्तमपुरुषः बहुवचनं समीचीनं भगिनि हा तावदेव अस्तु अग्रे चलेताम् इति चलेतामपि विधिलिङ्ग् चलेताम् इति प्रथमपुरुषः द्विवचनं द्विवचनं समीचीनं हा दद्यात् दद्यात् एतत् प्रथमपुरुष एकवचनं अग्रिमं शृणोति इति लोट् लकारस्य एकवचनं लट्लकारस्य लट्लकारस्य एकवचनं चिन्ता मास्तु समीचीनं भगिनि हा अस्तु अग्रे तत्र श्रीप्रिया भगिनी अग्रे वदति वा आं महोदय शृणुयात् इति विधिलिङ्गलकारस्य प्रथमपुरुषैकवचनं कुर्वः इति लट्लकारस्य उत्तमपुरुषद्विवचनं कुर्याव इति विधिलिङ्गलकारस्य उत्तमपुरुषद्विवचनं शक्नुयाम् इति उत्तमपुरुष एकवचनं विधिलिङ्गलकारस्य समीचीनं भगिनि अस्तु अतः इदानीं तत्र सर्वं तत्र अभिज्ञानं तत्र विधिलिङ्गलकार अस्ति न वा इति तत्र ज्ञानम् अस्माकम् अस्ति अस्तु तर्हि इदानीम् अग्रे सरामः तर्हि तत्र अस्तु तत्र श्रीप्रभगिनी भवती एव तत्र आरम्भं करोति वा अग्रिम अभ्यासम् आम् आं महोदय मेषः श्वः जन्तुशालां गमिष्यति अद्य सः कीदृशीं कल्पनां करोति इति कोष्टकसाहाय्येन वाक्यानि लिखत मयूरः नृत्यति मयूरः नृत्येत् तत्र सः न जानाति तत्र सम्भावना अथवा विधि श्वः अस्ति इति कारणेन प्रायः एतादृशं भवति इति तस्याः कल्पना एव तस्य कल्पना एव मयूरः नृत्येत् अग्रे वानराः इति पठामि वा महोदय वानराः विहरन्ति वानराः विहरेयुः वानराः विहरेयुः समीचीनम् अग्रे सिंहाः गर्जन्ति सिंहाः गर्जेयुः सिंहाः गर्जेयुः समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे उषा भगिनि महोदय क्षम्यतां वानराः विहरन्ति इति अत्र अर्थः इतस्ततः गच्छन्ति इत्येव स्वीकरणीयं तावदेव तावदेव तत्र विहारः इत्युक्ते तत्र रिलाक्स् इति अर्थे अपि अस्ति अपि तत्र इतस्ततः गच्छामः इत्येव तत्र केवलम् एकमेव किमपि स्थानं प्राप्तुं तत्र चलनं भवति इति न लक्ष्यमस्ति इति तत्र चलनकार्यस्य लक्षण लक्ष्यं किमपि नास्ति गच्छामः अतः अपि गच्छामः तदेव विहारः तत्र एम्लेस् वाण्डरिङ्ग् इति अग्रे पिकः कूजति पिकः कूजेत् कूजेत् कूजेतां कूजेयुः कूजेः कूजेतं कूजेत कूजे कूजेम अश्वः धावति अश्वः धावेत् धावे धावेतां धावेयुः धावेः धावे धावेतं धावेत धावेयं धावेव धावेम उत्तमं भगिनी अस्तु अग्रे गजौ क्रीडतः गजौ गजौ क्रीडतः गजौ क्रीडेतां क्रीडेतां क्रीडेयुः क्रीडेः क्रीडेतं क्रीडेत क्रीडेयं क्रीडेव क्रीडेम हा उत्तमं भगिनि समीचीनं हा अस्तु धन्यवादः अस्तु अग्रे वेद भगिनि हा महोदय शुकाः शुकाः वदन्ति शुकाः वदेयुः वदेतां वदेयुः राजहंसः तरति राजहंसः तरति प्रथमपुरुष लोट्लकार तत्र राजहंसः तरेत् तरेत् राजहंसः तरेत् तरेत् राजहंसः धावन्ति तत्र बहुवचने अस्ति शशाः धावेयुः शशाः धावेयुः इति समीचीनं भगिनि हा अस्तु अग्रे नरेश महोदय आम् बकौ गृह्णीतः बकौ गृह्णीतः गृह्णीतां गृह्णीयाताम् गृह्णीयाताम् गृह्णीयाताम् गृह्णीयात् गृह्णीयातां गृह्णीयुः यकारः अस्ति अतः तत्र गृह्णीयातां बकौ गृह्णीयाताम् उष्ट्रः चर्वति उष्ट्रः तत्तु प्रथमपुरुष एकवचनम् अस्ति उष्ट्रः चर्वेत् चर्वेत् बहुवचने किं भवति उष्ट्राः चर्वेयुः चर्वेयुः समीचीनं अग्रे व्याघ्रः गर्जति तदपि प्रथमपुरुष एकवचनम् अस्ति व्याघ्रः गर्जेत् गर्जेत् व्याघ्रः गर्जेत् समीचीनं महोदय अस्तु अग्रे गीतांजलि भगिनि महोदय मम पुस्तके तत् नास्ति एकम् अन्य अभ्यासः अस्ति तत्र पठतु भगिनि तत्र लिविदिलिङ्गकारं करोतु तावदेव वाक्यमस्ति भवती काव्यं पठति अग्रिम अभ्यासे अग्रिमे पुटे एषः अभ्यासः अस्ति अग्रिमपुटे तु नूतन पाठः अस्ति वा गीता तत् सङ्ख्यायां गीताश्लोकान् सन्ति तत्र तदनन्तरं भगिनि तदनन्तरं षोडशपाठः अध्यायः आं महोदय तत्र नास्ति अस्तु अस्तु भगिनि अतः एतत् कुर्मः तत्र प्रिया भगिनी भवत्याः पुस्तके एतद् अस्ति वा आम् अस्ति महोदय अस्तु अतः प्रिया भगिनी एतत् करोतु तदनन्तरं गीताञ्जलि भगिनी भवती तत्र नूतन अभ्यासम् उद्घाटयतु अस्तु धन्यवादः भगिनि अस्तु प्रिया भगिनी कच्छपः चलति कच्छपः चलेत् प्रथमपुरुष एकवचनं अजगराः गिलन्ति अजगराः गिलेयुः प्रथमपुरुषः बहुवचनरूपम् मीनाः तरन्ति मीनाः तरेयुः एतदपि प्रथमवचन बहुवचनरूपं समीचीनं अस्तु अस्तु तर्हि धन्यवादः अस्तु इदानीं तत्र अग्रिम अभ्यासं कर्तुं शक्नुमः अतः गीताञ्जलि भगिनी अग्रे अग्रिम इत्युक्ते गीता भवती उष्टवती तत्र भवती काव्यं पठति इति तदेव अस्तु अस्तु अस्तु तद्वा क्षम्यतां महोदय तत्र अजगरः अजगरः इत्युक्ते किम् अस्ति सर्पः भगिनि सर्प पैथन् बृहत् बृहत् गिलति बृहान् गिलति स्वालो ओ अस्तु अजगर समीचीनं गिलति इत्युक्ते महोदय स्वालो स्वालो अतः एव बृहान् सर्पः ओ अस्तु आं महोदय धन्यवादः अग्रिमं लट् रूपाणां स्थाने विधिलिङ्गरूपाणि योजयित्वा वाक्यानि रचयत उदाहरणमस्ति छात्रः गृहपाठं लिखति छात्रः गृहपाठं लिखेत् भवती काव्यं पठति भवती काव्यं पठेत् तत्र वाक्यत्रयं स्वीकृत्य करोतु भगिनि भवती काव्यं पठेत् भवत्यौ काव्यं न न न न अग्रिमं कृतु ओ अस्तु अस्तु वाक्यत्रयं बालः क्षीरं पिबति बालः क्षीरं पिबेत् सः नगरं गच्छति सः नगरं गच्छेत् गच्छेत् समीचीनं भगिनि अस्तु अग्रे श्रीप्रिया भगिनि महोदय ते नाटकं पश्यन्ति ते नाटकं पश्येयुः एताः नृत्यं कुर्वन्ति एताः नृत्यं कुर्युः वयं ज्ञानं सम्पादयामः वयं ज्ञानं सम्पादयेम सम्पादयेम समीचीनम् अस्तु अग्रे उषा भगिनी आं महोदय जनाः उद्याने विहरन्ति जनाः उद्याने विहरेयुः बालिकाः कलहं न कुर्वन्ति बालिकाः कलहं न कुर्युः भवन्तः सर्वं जानन्ति भवन्तः सर्वं जानीयुः जानीयुः समीचीनं न अस्तु अग्रे वेदा भगिनी महोदय छात्राः वृष्टौ क्रीडन्ति छात्राः वृष्टौ क्रीडन्ति क्रीडेयुः छात्राः वृष्टौ क्रीडेयुः समीचीनम् अहं देवं नमामि अहं देवं नमामि किमस्ति पठेयं नमेयम् अहं देवं नमेयं सर्वे कर्मनिरताः भवन्ति सर्वे कर्मनिरताः भवेयुः भवेयुः समीचीनं भगिनि अस्तु नरेश महोदय त्वं पुस्तकं क्रीणासि त्वं पुस्तकं क्रीणीयाः क्रीणीयाः वयं अप्रियं न वदामः वयम् अप्रियं न वदेम समीचीनम् अहं गुरोः वाक्यं स्मरामि अहं गुरोः वाक्यं स्मरेयम् स्मरेयं समीचीनं महोदय अस्तु अग्रे प्रिया भगिनी के कार्याणि कुर्वन्ति के कार्याणि कुर्युः मातरः पुत्रान् लालयन्ति मातरः पुत्रान् लालयेयुः वयं सज्जनैः सह वसामः वयं सज्जनैः सह वसेम वसेम सज्जनैः सह वसेम समीचीनं भगिनि समीचीनम् अस्तु अग्रे तत्र गीताञ्जलि भगिनी अग्रे एकनिमेष क्रम कः तत्र सङ्गीतं नवदश हा नवदश हा त्वं सङ्गीतं शृणोषि तत्र त्वं सङ्गीतं शृणीयः वा शृणोति तत्र शृणोति शृणी हा शृणुयात् शृणीयातां शृणुयुः शृणीयाः शृणुयाः हा क्षम्यतां शृणुयाः शृणुयातं शृणुयात् शृणुयां शृणुयाव शृणुयाम अस्तु त्वं सङ्गीतं शृणुयाः इति समीचीनं गुरुः शिष्यान् उपदिशति गुरुः शिष्यान् उपदिश्येत् वा उपदिशेत् उपदिशेत् यूयं समाजसेवां कुरुथ यूयं समाजसेवां कुरुत कुरुत इति अस्ति तत्र कुर्यात् कुर्यातां कुर्येत् कुर्यात् कुर्यातां कुर्यात् कुर्यात् कुर्यात् यूयं कुर्यात् कुर्याः कुर्यातं कुर्यात् कुर्यात् क्षम्यतां महोदय चिन्ता मास्तु भगिनि कुर्यात् यूयं यूयं यूयं समाजसेवां कुर्यात् कुर्यात् इति समीचीनं कुर्यात् अग्रे हा श्रीप्रिया भगिनी अग्रे ओके आं महोदय वैद्यः रोगिणं पश्यति वैद्यः रोगिणं पश्येत् युवत्यः लेखनीः क्रीणन्ति युवत्यः लेखनीः क्रीणीयुः समीचीनं भवान् गीतं लिखति भवान् गीतं लिखेत् अग्रेपि वा महोदय ताः श्लोकान् वदन्ति ताः श्लोकान् वदेयुः वदेयुः इति समीचीनं भगिनि अतः इदानीं तत्र विधिलिङ्गकारस्य तत्र रूपाणि दृष्टवन्तः अभ्यासमपि कृतवन्तः इदानीं तत्र दशनिमिषाः सन्ति तत्र अग्रे तत्र तत्र प्रथमभागे तत्र आचरणः तत्र तत्र किमस्ति हा अस्तु एतत् एकवारं पश्यामः तत्र उषा भगिनी आरम्भं करोति वा अग्रिम अभ्यासः गीताश्लोकान् महोदय सत्यं भगिनि तत्तत् सङ्ख्यान् गीताश्लोकान् परिशील्य कीदृशस्य तपसः अचराणय कः किं कुर्यात् इति आवरणे स्थितस्य धातोः विधिलिङ्गलकाररूपेण निर्दिशत आचरणाय इति आचरणं कर्तुम् आचरणाय कर्तुं तपसः आचरणं षष्टि कीदृशः तपः तपः सकारान्तपदं तपस् कीदृशं तपः भवतु इति तत्र विधिलिङ्ग् तत्र विधिलिङ्ग् निर्देशनम् अस्ति अस्तु तत्र 17.14 तत्र एकम् अहं तत्र एकनिमिषः तत्र एतत् लिङ्क् एतत् जालपुटं सर्वे जानन्ति न वा इति न जानामि किन्तु एतत् प्रेषयामि तत्र सर्वे पश्यन्तु उत्तमम् अस्ति तत्र चाट् मध्ये प्रेषयामि तस्य एकनिमिषः तत्र सर्वे प्राप्तवन्तः वा तत्र लिङ्क् चाट् मध्ये यत् अस्ति आम् महोदय. तत्र यदि पश्यन्ति चेत् बहु उत्तमजालपुटम् अस्ति. तत्र होम् इति अस्ति, तदनन्तरं भगवद्गीता इति अस्ति. तत्र प्रथमाध्यायः, द्वितीयाध्यायः इति सर्वम् अस्ति. इदानीं तत्र 17.14 अतः चाप्टर् 17 तत्र अध्याय सप्तदशाध्यायं गच्छतु, गच्छन्तु. हा तत्र 17.14 अधोभागे अस्ति. 17.14 खलु भगिनि? अत्र तु एकनिमिषं, प्रथमश्लोकः 17.14 अस्ति खलु गीतासोपाने पुस्तके. हा देवद्विजः, तत्र सर्वे तत्र जालपुटस्य जालपुटं प्राप्तवन्तः वा? तत्र बहु उत्तमम् अस्ति. तत्र प्रत्येकश्लोकस्य अनालिसिस् इति अस्ति, तत् क्लिक् कुर्वन्तु. तत्र भवन्तः द्रष्टुं शक्नुवन्ति. तत्र सिण्टाक्स् इति एकमस्ति, ग्रामर् इति एकमस्ति. ग्रामर् इति तत्र क्लिक् करोतु. देवद्विज गुरुः प्राज्ञा पूजानाम् इति तत्र प्रत्येकपदस्य तत्र विवरणं, व्याकरणरीत्या विवरणं दत्तम् अस्ति. धातुः कः इति तत्र विवरणं बहु सम्यक् अस्ति. एतत् जालपुटं तत्र के कृतवन्तः इत्युक्ते, तत्र पोलैण्ड् देशे जनाः कृतवन्तः एतस्य जालपुटस्य. ग्रामर् कुतः अस्ति? ग्रामर् प्रथमतया महोदय अनालिसिस् इति तत्र क्लिक् करोतु महोदय. अनालिसिस् इति प्रथमतया क्लिक् करोतु. तदनन्तरं तत्र सिण्टाक्स्, ग्रामर्, तदनन्तरं टेक्स्ट्युवल् वेरियण्ट्स् इति भवति. तत्र सिण्टाक्स् इति लघुरूपेण तत्र व्याकरण प्रथमस्तरव्याकरणम् अस्ति. तत्र केवलं तत्र परिचय पदच्छेदः. तदनन्तरं तत्र ग्रामर् इति क्लिक् करोति चेत् तत्र प्रत्येकपदस्य तत्र विवरणमस्ति महोदय. अत्र तु ग्रामर् एण्ड् सिण्टाक्स् अनालिसिस् ट्रान्स्लेशन् कमेण्ट्रीस्. तत्र ग्रामर् इति क्लिक् करोतु महोदय. श्लोकं प्रत्येकश्लोकस्य कस्मिन् कस्मिन् अध्याये भवान् अस्ति इदानीं? 17 चाप्टर् वा? अत्र तु भगवद्गीता ग्रामर् अण्ड् सिण्टाक्स् अनालिसिस् ट्रान्स्लेशन् कमेण्ट्रीस्. भवान् ट्रान्स्लेशन् महोदय, महोदय अस्तु. तत्र उपरि तत्र किम् उपरि अस्ति होम्, तदनन्तरं भगवद्गीता इति पुनः एकवारम् अस्ति खलु महोदय? अहं प्रेषयामि तत्र चाट् मध्ये. हा अस्तु, अहं सप्तदशाध्यायः समीचीनं भगिनि. महोदय इदानीम् उद्घाटितमस्ति वा? सम्यक् अस्ति. आम् तत्र महोदय तत्र प्रत्येकश्लोकस्य अधोभागे अनालिसिस् इति अस्ति, तत् क्लिक् करोतु. 17.14 17.14 गच्छतु इदानीं. तत्र अनालिसिस् अनालिसिस् इति क्लिक् करोतु. ग्रामर् इति क्लिक् करोतु. तत्र ग्रामर् प्राप्तवान् वा महोदय इदानीम्? आम् अस्ति. अस्तु समीचीनं. एतदेव तत्र अनेकाः विषयाः, तत्र अनेके विषयाः दत्ताः सन्ति अत्र. बहु समीचीनमस्ति एतत् जलपुटं. तत्र गीताप्रवेशः द्वितीयभागे, तृतीयभागे तत्र प्रत्येकश्लोकस्य विवरणं व्याकरणरीत्या दत्तमस्ति, किन्तु जालपुटे यद् एतदस्ति तत् सौकर्यम् अस्ति भवति. बहु समीचीनं महोदय, बहु धन्यवादः. उत्तममेव, तदेव तत्र अबौट् इति, अबौट् द प्रोजेक्ट् इति वर्गस्य अनन्तरं क्लिक् कृत्वा पश्यतु तत्र पोलेण्ड् देशे जनद्वयं जनत्रयम् एतत् कृतवन्तः भगिनि. उत्तममेव, सुन्दरम्. अपि च ध्वनिमुद्रणमपि अस्ति तत्र श्लोके. धन्यवादः, समीचीनमस्ति. तत्र व्याकरणविषयाः दत्ताः इति. बहु धन्यवादः महोदय. बहु सम्यक्. अस्तु तर्हि तत्र अस्तु, समयः अपि जातः. अतः तत्र अस्तु, तत्र जालपुटं दृष्ट्वा तत्र परिशील्य तत्र वयम् एतद् एतम् अभ्यासम् अग्रिमे वर्गे कर्तुं शक्नुमः. तत्र अस्मिन् पाठे तत्र अभ्यासद्वयं, तत्र भगवद्गीतायाः श्लोकत्रयं, तदनन्तरम् अत्रापि अस्मिन् अभ्यासे श्लोकत्रयम् अस्ति. एतत् समाप्य अग्रे तत्र आत्मनेपदी धातूनां तत्र लङ्लकारः विधिलिङ्गकारः च इति नूतन पाठः भवति अग्रिमे सप्ताहे. अस्तु तर्हि तत्र अन्ते तत्र श्रीप्रिया भगिनी भवती तत्र अन्ते प्रार्थना वदति वा भगिनि. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ॐ. धन्यवादः.